अस्तु तर्हि गीतासोपानस्य द्वितीयभागस्य अन्तिम अध्यायः अस्ति स्थानच् प्रत्ययविषयकः. अत्र अस्माकम् एका कथा अस्ति यस्मिन् शानजन्तशब्दाः भवसन्ति. अतः कथां इदानीं पठामः. इदानीं लक्ष्मीभगिनी तत्र आरब्धुमिच्छति वा? आं महोदय. श्रद्धधानाः मत्पराः शाणच् प्रत्ययान्तानां प्रयोगः. एतां लोककथाम् उच्चैः पठता एकदा सपरिवारः श्रीकृष्णः द्वारकातः वृन्दावनं गतः. तत्र कदाचित् एकस्मिन् निकुञ्जे श्रीकृष्णः शयानः आसीत्. कृष्णस्य दर्शनाय यतमानाः सर्वे अपि गोपिकाः, कृष्णपत्न्यः, परिजनाः च तम् आलभमानाः तस्य अदर्शनेन व्यधमानाः आसन्. कुत्रापि विविधदेवताः प्रार्थयमानाः चिन्ताक्रान्ताः च अभवन्. अस्तु, खण्डशः पश्येम तर्हि. एकदा सपरिवारः श्रीकृष्णः द्वारकातः वृन्दावनं गतः इत्युक्ते श्रीकृष्णः स्वस्य बान्धवानां समेतः श्रीकृष्णः द्वारकानगरात् वृन्दावनं गतवान्. हा, समीचीनमस्ति. अत्र कश्चन प्रत्ययः अस्ति तत्र तः द्वारका इति द्वारकात् इति भवती उक्तवती, किन्तु प्रायः द्वारका इति प्रायः स्त्रीलिङ्गशब्दः स्यात्. तत्र पश्चिमे किं भविष्यति इति तथा चेत् द्वारकात् इति वा? द्वारकायाः अथवा द्वारकातः. अत्र तः इति वयम् अभ्यासपुस्तकात् एव जानीमः. पञ्चमे अर्थे कुत्रापि संयोजयितुं शक्नुमः, नाम शब्दस्य लिङ्गं यत्किमपि भवतु, नाम तत्र गृहतः, नगरतः, कवितातः, यत्र कुत्रापि प्रयोक्तुं शक्नुमः. द्वारकातः, वृन्दावनं गतः. अत्र गतः इति कीदृशशब्दः अस्ति? क्तान्तप्रत्ययः. सामान्यतया क्तान्तप्रत्ययः क्तान्तशब्दानां कर्मण्यर्थः भवति. तत्र कर्मणि प्रयोगे मया कार्यं कृतं, किन्तु कुत्रचित् कर्त्रार्थकः अपि भवति क्तान्तशब्दः. अत्र तथा अस्ति, नाम गत्यार्थकशब्दः, यः शब्दः क्तान्तः गत्यार्थकः च. गतिः यत्र गति अर्थे अस्ति, गत्यार्थकः, तत्र कर्त्रार्थे अपि भवति इति एकमस्ति. अनन्तरम् अकर्मकधातूनामपि, अकर्मकधातूनां क्तान्तरूपाणि कर्त्रार्थकानि भवन्ति, कर्त्रार्थे प्रयुज्यन्ते. नाम बालकः गृहे उपविष्टः. उपविष्टः अत्र क्तान्तरूपम् अस्ति, कर्तार्थे अस्ति, यतोहि बालकः तत्र कर्ता अस्ति, तत्र कर्तुः विशेषणं भवति. किन्तु कार्यं कृतम् अत्र कार्यं कृतम् इत्युक्ते कार्यम् इति कर्म अस्ति, कर्मपदं. मया कार्यं कृतम् अत्र तत्र कर्मणि प्रयोगे अस्ति खलु, मया कार्यं कृतं. किन्तु अहं गृहं गतः, अहं गृहं गतवान् इत्यस्मिन् अर्थे अहं गृहं गतः इति अपि भवति. अहं गृहं गतः यतोहि गत्यार्थकः अस्ति, अतः कर्त्रार्थकः अपि भवति. अहं गतः इदानीं तस्मिन्नेव अर्थे कर्मणि प्रयोगः अपि भवति. मया गृहं गतम्, अहं गृहं गतः, मया गृहं गतं, द्वयमपि भवति. यत्र गत्यार्थकः शब्दः अस्ति कृतान्तरूपस्य द्वैविध्यं. नो चेत् सामान्यतया यत्र सकर्मकधातुः अस्ति, यथा कृधातुः, कार्यं कृतं मया, तत्र कर्मणि अर्थे एव भवति, कर्मणि प्रयोगः एव भवति, तत्र कर्त्र्यर्थे न भवति. अत्र गम् धातुः सकर्मकः अस्ति, किन्तु तदर्थं वैशिष्ट्यमस्ति. गम् धातुः सकर्मकः न तु अकर्मकः. नाम गन्तव्यस्थानं तस्य कर्मपदं भवति. अहं गृहं गच्छामि इत्यस्मिन् तत्र गृहमिति कर्मपदमस्ति, गमिति सकर्मकधातुः. किन्तु अत्र गत्यार्थकः अस्ति इति कृत्वा विकल्पेन कर्तरिप्रयोगः भवति, कर्तरार्थकः भवति. तदर्थम् एव अत्र श्रीकृष्णः वृन्दावनं गतः इति अस्ति. अन्ये के आगतवन्तः? श्रीनिवासमहोदय, पुष्पभगिनी, अन्य कोऽपि वा? अभिनव. अभिनवमहोदय, अस्तु, समीचीनं. श्रीनिवासमहोदय, अस्तु. तर्हि अत्र लक्ष्मीभगिनी, द्वितीयं वाक्यं. तत्र कदाचित् एकस्मिन् निकुञ्जे श्रीकृष्णः शयानः आसीत्. मया यदुक्तं तत्र सर्वं स्पष्टं जातं, कोऽपि प्रश्नः वा? अयम् अयं विषयः पुनः आयास्यति. नाम अग्रिमे पुस्तके तान्तरूपाणि तत्र तद्विषयकः अध्यायः भविष्यति, अतः नास्ति चिन्ता, केवलं परिचयत्वेन मया उक्तम्. अस्तु महोदय, प्रश्नः अस्ति. भवान् भवान् उदाहरणं दत्तवान्, अहं गृहं गच्छामि, मया गृहं गतम्. विद्यालय लला आसीत् चेत् अहं विद्यालयं क्षम्यतां विद्यालयं गच्छामि, मया विद्यालयं अस्तु, स्त्रीलिङ्ग् आसीत् चेत् स्त्रीलिङ्ग् आसीत् चेत् गतं पुल्लिङ्गशब्दः पुल्लिङ्गशब्दः अस्ति, तत् तदर्थं समीचीनमस्ति. भवती एव वदतु, विद्यालयः विद्यालयः इति पुल्लिङ्गशब्दः अस्ति, भवती मया विद्यालयः गतः अथवा गतं? न न न तत् तत् सत्यमेव. अत्र तत्र कर्तृ अथवा कर्मणि प्रयोगे भवति वदति. कर्मणि प्रयोगे हा तत्र मया विद्यालयः किं भविष्यति? एकं खलु त्रीणि एकमेकं गतः. मया विद्यालयः गतः. इदानीं कर्तृप्रयोगे वदतु. अहं विद्यालयं गच्छामि. न न न गत तत्र सत्यं सत्यं किन्तु तान्त्ररूपं मया विद्यालयः गतः अथवा अहं विद्यालयं गता. ओ ओ क्षम्यताम् अहं विद्यालयं गता. सञ्जीवमहोदय भवानेव वदतु तदेव वाक्यम्. अहं विद्यालयं गतः. हा तत्र पुरुषः अस्ति चेत् गतः, यतोहि कर्त्रार्थकः अस्ति, कर्तुः विशेषणं. महिला अस्ति चेत् गता. समीचीनमस्ति. तर्हि महिला अस्ति चेत् मया विद्यालयः गतः अथवा अहं विद्यालयं गता. पुरुषः अस्ति चेत् उभयत्र तत्र पुल्लिङ्गे अस्ति. मया विद्यालयः गतः, अहं विद्यालयं गतः इति अस्ति. शिल्पा भगिनी स्पष्टमस्ति वा? नताशा भगिनी समीचीनम्. अन्य कोऽपि अस्ति वा? अस्तु अग्रे गच्छेम तर्हि. इदानीम् अग्रे नरेशमहोदय. न न भगिनी तत्र द्वितीयं वाक्यं करोतु. द्वितीयं महोदय तत्र तत्र कदाचित् एकस्मिन् निकुञ्जे श्रीकृष्णः शयानः आसीत्. तस्मिन् समये श्रीकृष्णः एकस्मिन् लतागृहे, निकुञ्जः इत्युक्ते लतागृहं, लतागृहे श्रीकृष्णः शयानः आसीत्. शयानः शाणच् प्रत्ययान्तरूपं, शाणच् प्रथमपुरुष एकवचनं, प्रथमाविभक्ति एकवचनं रूपं श्रीकृष्णः शयानः. सत्यं. तत्र अपवादत्वेन अस्माभिः दृष्टं गते सप्ताहे खलु, नाम शेते शयाते शेरते. तर्हि द्विवचने पश्यामः चेत् तत्र सत्यं भवति. सर्वत्र द्विवचने पश्यामः चेत् सत्यं भवति. बहुवचने अस्माकम् अभ्यासः जातः, किन्तु अत्र तथा न भवति. शेरते इति कारणतः शयाते शयानः, श्रीकृष्णः शयानः आसीत्. अस्तु नरेशमहोदय अग्रे. कृष्णस्य दर्शनाय यतमानाः सर्वे अपि गोपकाः, कृष्णपत्न्याः परिजनाश्च तम् अलभमानाः तस्य अदर्शनेन व्यथमानाः आसन्. सर्वे अपि कृष्णस्य दर्शनाय इच्छन्ति. दर्शनाय तत्र अकारः वक्तव्यः अस्ति. दर्शनाय दर्शनाय हा तत्र अकारः अवश्यं वक्तव्यः अस्ति. तत्र दण्डः नास्ति खलु, नाम हलन्त इति दण्डः नास्ति. दर्शनाय इति न, दर्शनाय दर्शनाय कृष्णस्य दर्शनाय, कृष्णस्य दर्शनार्थं यतमानाः. यतमानाः इति यतनं करोति. हा प्रयत्नं करोति इति. यत् धातुः यतते यतेति यतन्ते. तत्र मुगागमः किमर्थमस्ति? यत् ते लट् लकार प्रथमपुरुष यत् ते पूर्वं ह्रस्वकार अस्ति तदा मुगामग अस्ति यतमानाः. सत्यं, तत्र शेते इति तत्र तथा नासीत् शेते, अतः मुगागमः न अभवत्. अत्र अस्ति यतमानाः. कस्य विशेषणम्? सर्वे अपि विशेषणं गोपकः, परिजनाः. सत्यं सत्यं, गोपकाः सर्वे सर्वे गोपकाः परिजनाः, कृष्णपत्यः तत्र परिजनाः इति. अस्तु, अग्रे. तम् अलभमानाः तस्य दर्शनेन व्यथमानाः आसन्. अलभमानाः अहं न जानामि. भवान् तु जानाति एव, तत्र चिन्तयामः अत्र मिलित्वा. अलभमानः, अत्र लभते इति कदापि श्रुतं वा? लभते, लाभः, लभते, जानाति वा? तर्हि किमस्ति अत्र? लभमानः तस्य दर्शनेन व्यथमानाः. व्यथमानाः नाम अलभमानाः इत्यस्य कः अर्थः? तत्र कस्य विशेषणं वदतु? लभमानाः कः अर्थः अस्ति? कृष्णस्य दर्शनाय किं विशेषणम्? अलभमानाः इति शब्दः कस्य विशेषणम्? कृष्णस्य गोपिकाः. भगिनी एकनिमेषः. अस्तु, अभिनवमहोदय किञ्चित् साहाय्यं करोतु वा. महोदय, अलभमानाः गोपिकाः शब्दस्य विशेषणं केवलं अहं चिन्तयामि. गोपिकाः कृष्णपत्न्यः परिजनाः च. हा हा, सर्वे सर्वे गोपकाः परिजनाः अलभमानाः. अत्र कस्मिन् अर्थे अस्ति अलभमानाः इति? तत्र विशेषणमस्ति, विशेषणत्वेन प्रयुज्यते अत्र. तत्र कः अर्थः अस्ति? तं तम् इति कं? कृष्णः, कृष्णं, कृष्णं. अलभमानाः तस्य अर्थः कः? सर्वे जनाः कृष्णं न प्राप्नुवन्ति इति अर्थः अस्ति वा? हा, इति अर्थः अस्ति, तादृश अर्थः अस्ति. लभते इति प्राप्नोति खलु, लभते प्राप्नोति. ते कृष्णं कृष्णस्य अन्वेषणं सर्वत्र कृतवन्तः, किन्तु कृष्णं न प्राप्तवन्तः. इति कृत्वा ते सर्वे कृष्णं तम् अलभमानाः. अत्र अस्तु, समीचीनम्, तत् स्पष्टमस्ति खलु? अस्तु, समापयतु अग्रे. तस्य अदर्शनेन व्यथमानाः आसन्, ते दर्शनाय इच्छन्ति किन्तु दर्शनानि न भवति, तदा व्यथमानाः आसन्, निराशा आसन्. हा, व्यथमानाः. व्यत् इति धातुः व्यथते, भुवादिगणे अस्ति, व्यथते, व्यथेति, व्यथन्ते, तदर्थं मुगागमः अस्ति. व्यथमानाः, चिन्तिताः. अस्तु, समीचीनमस्ति, बहु सम्यक् अस्ति. अग्रे अधुना सुब्रह्मण्यमहोदय अग्रे कृपया. कुत्रापि विविधदेवताः प्रार्थयमानाः चिन्ताक्रान्ताः च अभवन्. अत्र देवताः अपि चिन्ताग्रस्ताः अभवन्, प्रार्थनाम् अपि अकुर्वन्. हा, इति अस्ति, समीचीनमस्ति. तत्र क्रान्तः, क्रान्तः अपि ग्रस्तः, तत्र समानार्थिकशब्दः, द्वौ शब्दौ, समीचीनमस्ति. चिन्ताग्रस्तः, चिन्ताक्रान्तः. अस्तु, समीचीनमस्ति. शिल्पा भगिनी अवगच्छति वा? भगिनी, शिल्पा भगिनी, हरि ओम्. क्षम्यतां, म्यूट् आसीत्. जानामि अहं. सम्यक्तया न अवगतवती. किमस्ति, का समस्या? कथा नाम, कथायां किं किं भवति इति अवगच्छति वा? किञ्चित् कृष्णस्य गोपिकाः पत्न्याः च सन्ति. ते ताः कृष्णस्य दर्शनम् इच्छन्ति, किन्तु कृष्णस्य न प्राप्नुवन्ति. न प्राप्नुवन्ति अथवा प्राप्तवन्तः. सत्यम्. अत्र कः प्रश्नः, भवती अवगच्छति इति भाति. अस्तु, सत्यं सत्यं, नाम तावत् सत्यमस्ति. अनन्तरम् अन्तिमवाक्यं, कुत्रापि कुत्रापि प्रार्थ्यमानाः चिन्ताक्रान्ताः च अभवन्. स्पष्टमस्ति? देवताः प्रार्थ्यमानाः चिन्ताक्रान्ताः च, चिन्ताक्रान्ताः इत्युक्ते सुब्रह्मण्यमहोदय वदतु. अत्र देवताः चिन्तां कुर्वन्ति इति अत्र अर्थः भगिनि. किञ्चित् अत्र मनसि सम्यक् न अभवन् तेषां मनसि सम्यक् नास्ति. किमर्थं चेत् अत्र ते अपि, अत्र देवताः ताः अपि कृष्णः कुत्र अस्ति इति चिन्तनं कुर्वन्ति. चिन्ताक्रान्तः इत्युक्ते तस्मिन् विषये एव ताः चिन्तयन्ति. अवगच्छामि अधुना. शुभा भगिनी, चिन्ता इति जानाति खलु? चिन्ता चिन्ता यस्मिन् मनसि अस्ति. केवलं चिन्तनम् इति अर्थः नास्ति अत्र. सुब्रह्मण्यं वदतु कृपया. चिन्ता इत्युक्ते अत्र विचारः किञ्चित् अत्र अत्र चिन्ता इत्युक्ते कष्टम् अनुभवन्ति. उदाहरणं तत्र मातुः मातुः बालकः तत्र पाठशालां गच्छति, पाठशालां गच्छति बालकः एकस्मिन् दिने. अनन्तरं तत्र तत्र आदिनं पुनः न प्रत्यागच्छति इति कृत्वा माता, हो मम पुत्रः कुत्र अस्ति कुत्र अस्ति कुत्र अस्ति इति चिन्ताग्रस्तः भवति खलु. किञ्चित् भयमस्ति. भयं भवति, हा, चिन्ता अस्ति. चिन्ता इत्युक्ते तादृशं चिन्तनं यत् ओहो कुत्र अस्ति कुत्र अस्ति तादृशमिति चिन्ता अस्ति. चिन्तया प्रभावितः अथवा प्रभाविता, स्त्रीलिङ्गे, चिन्तया प्रभाविता इति कृत्वा चिन्ता क्रान्ता अथवा चिन्ता ग्रस्ता, प्रभावितः इति ग्रस्तः अपि ग्रस्तः अथवा क्रान्तः इत्युक्ते प्रभावितः अथवा पीडितः. शुभा भगिनी, स्पष्टमस्ति वा? पीडितः चिन्ता क्रान्तः, अत्र क्रान्तशब्दः अस्ति खलु? क्रान्तः प्रभावितः, प्रभावितः चिन्तया प्रभावितः, स्त्रीलिङ्गे प्रभाविता. प्रभावः इति जानाति वा? न, न जानामि. पीडितः इति जानाति वा? ग्रस्तः नाम अफेक्टेड्. ओ ओके. चिन्तया अफेक्टेड् अभवत्. तर्हि सञ्जीवमहोदय कृपया. देवर्षिः नारदः अपि श्रीकृष्णं दिदृक्षमाणः तत्र आगतः. पूर्णः एक परिच्छेदं पठित्वा अनन्तरं पुनः. श्रीकृष्णः कुत्रापि न दृश्यमाणः अस्ति इति ज्ञात्वा सः स्वयं तस्य अन्वेषणम् आरभमाणः निकुञ्जेषु प्रविष्टः. सुन्दरैः वृक्षलता सरिद्गिरिभिः शोभामानेषु अपि वृन्दावननिकुञ्जेषु सः मोदमानः नाभवत्. अन्ते कुत्रचित् निकुञ्जे छिद्यमानं कृष्णम् अपश्यत् इति परिच्छेदः. प्रथमं वाक्यं, देवर्षिः नारदः अपि श्रीकृष्णं दिदृक्षमाणः तत्र आगतः. देवानां ऋषिः नारदः तत्र श्रीकृष्णं, सः अपि चिन्तितः आसीत्. नारदः अपि सः कृष्णं दिदृक्षमाणः तत्र निकुञ्जस्य समीपे आगतः. दिदृक्षमाण इति शानच् शानजन्तशब्दः अस्ति. कस्मिन् अर्थे अस्ति? द्रष्टुम् इच्छुकः. इच्छुकः, तादृशार्थः अस्ति. तादृशार्थः अस्ति. अत्र दृश् इति धातुः अस्ति. सर्वे पश्यन्तु, अत्र दृश् इति धातुः कश्चन इच्छा अर्थे, इच्छायाः अर्थे कश्चन सन् इति प्रत्ययः अस्ति. तत्र दिदृक्ष्यते, बालकः मातरं दिदृक्ष्यते नाम द्रष्टुम् इच्छति. बालकः पुत्रः मातरं द्रष्टुम् इच्छति इत्यस्मिन् अर्थे माता पुत्रः मातरं दिदृक्ष्यते. दिदृक्ष्यते इति दृश्यते. सन् इत्यस्मिन् द्वित्वं भवति. तत्र कर्तुमिच्छति इति चिकीर्षति इति इत्यादयः तत्र रूपाणि भवन्ति. अग्रिमे पुस्तके अपि एतत् सर्वं भविष्यति. सनन्तरूपाणि कथं भवन्ति, इच्छा अर्थे एतत् सर्वम् अस्ति. यथा पठितुमिच्छति पिपठिष्यति, कर्तुमिच्छति चिकीर्षति, तादृशरूपाणि भवन्ति. तत्र वक्तुमिच्छति विवक्षति इति तादृश तत्र अत्र अत्र अस्ति द्रष्टुम् इच्छति इति दिदृक्षते दिदृक्षते. तर्हि दिदृक्षते इति दिदृक्षते दिदृक्ष्येते दिदृक्षन्ते तदाधारेण किञ्चित् रूपं कथमस्ति इति सञ्जीवमहोदय किञ्चित् वदति वा? मुगागमः इत्यादिकं दिदृक्षते दिदृक्षते दिदृक्षन्ते इति प्रथमपुरुष लट्लकाररूपमस्ति, रूपाणि सन्ति. तत्र दिदृक्षते इति प्रथमपुरुष एकवचनरूपं, ते प्रत्ययस्य पूर्वं ह्रस्वकारः अस्ति, दिदृक्ष इति मुगागमः भवति. दिदृक्षमाण दिदृक्षमाण इति प्रातिपदिकं भवति पुल्लिङ्गे. तत्र षकारः अस्ति दिदृक्ष मध्ये षकारः अस्ति, मूर्धन्यषकारः, सत्यं मूर्धन्यषकारः. तत् निमित्तमस्ति, मध्ये मकारः भवति, मकारः तु बाधा नास्ति, णत्वं भवति. अस्तु अस्तु. तर्हि आहत्य वाक्यस्य अर्थः, देवस्य नारदः अपि श्रीकृष्णं द्रष्टुम् इच्छन् तत्र निकुञ्जस्य समीपे आगतवान्. अत्र आगतः इति कीदृशं रूपमस्ति? आगतः इति तान्तरूपमस्ति. कर्तरि कर्मणि वा? कर्तरिरूपमस्ति. नाम तान्तरूपम् अस्ति चेदपि कर्त्रार्थकः कथं जातमस्ति? गत्यर्थकधातुः अस्ति अत्र. नारदः इति नारदः आगतः. बहु समीचीनमस्ति. गत्यार्थकः गम् धातुः अस्ति, अतः कर्त्रार्थे अपि अस्ति. समीचीनमस्ति. इदानीं कर्मणि प्रयोगे एकवारं वदतु. देवर्षिणा नारदेन अपि श्रीकृष्णः देवर्षिणा नारदेन दिदृक्षमाणेन अपि श्रीकृष्णः अत्र दिदृक्षमाण इति कर्तरि एव इति त्यजतु तथा यथावत्. तत्र नाम केवलं प्रमुखवाक्यं, तत्र अन्तर्गतः यः यत् उपवाक्यं तत् कर्तरि एव भवतु. नाम देवर्षिणा नारदेन तत्र आगतम्. किं तत्र इदानीं पूर्णतया वाक्यमेकवारं वदतु. तत्र यतोहि अत्र दिदृक्षमाणः इति कस्य विशेषणं? नारदस्य विशेषणं. तथा वक्तव्यमस्ति. इदानीं वदतु. दिदृक्षमाणेन देवर्षिणा नारदेन आ... सत्यं तत्र तत्र तत्र आगतं सत्यं सत्यम् इदानीं हा बहु समीचीनमस्ति. इदानीं शब्दक्रमः यथा अस्ति तथा तथा भवति चेत् देवर्षिणा नारदेन अपि श्रीकृष्णं दिदृक्षमाणेन तत्र आगतम्. हा इति सुन्दरं वाक्यं बहु समीचीनमस्ति तथैव अस्ति. नाम श्रीकृष्णम् इति दिदृक्षमाणेन इत्यस्य कर्मपदम् अतः श्रीकृष्णम् इति यथावत् तिष्ठति. नाम दिदृक्षमाणशब्दस्य या कापि विभक्तिः भवतु नाम तस्य कर्मपदं श्रीकृष्णम् इति भविष्यति एव. श्रीकृष्णं दिदृक्षमाणाय श्रीकृष्णं दिदृक्षमाणस्य नारदस्य यत्किमपि भवतु नाम हा अस्तु सम्यक् बहु समीचीनमस्ति. द्वितीयमाख्यं प्रश्नः अस्ति अत्र दिदृक्षमाणः इति सन्नन्तपदमस्ति पिपठिषति उभयपदे न भवति वा भवन्ति अत्र सनन्तम् इति नास्ति अत्र शानचन्तम् अस्ति दिदृक्षमाण परन्तु परन्तु यत्र आत्मनेपदिनः भवन्ति तत्रैव शानच् आगच्छति. सन् प्रत्ययः सर्वत्र उभयपदे इति नास्ति एव नास्ति. आधिक्येन परस्मैपदी दातवः भवन्ति यतः यतो उदाहरणार्थं पठितुमिच्छति पिपठिष्यति पिपठिष्यते इति न भवति कुत्रचित् अत्रापि नाम शानच् न भवति अत्र केवलं शत्रु न भवति केवलं शानच् पिपठिषन् इति पिपठिषन् बालकः पाठं पिपठिषन् अस्ति इति तादृशं शत्रन्तरूपं भवति तत्र शानच् न भविष्यति. कर्तुमिच्छति चिकीर्ष्यति इति तत्र आत्मनि न भवति केवलं परस्मैपदे धातुः अस्ति. परन्तु अत्र दृशधातुः अत्र आत्मनेपदी भवति वा सन्नन्त न न दृष्टधातुः सामान्य दृष्टधातुः परस्मैपदधातुः अस्ति पश्यति. परन्तु अत्र दिदृक्षमाणः कथं शानच् भवति यतोहि धातुः मूले धातुः परस्मैपदधातुः अस्ति चेत् अपि तस्य सनन्तधातुः आत्मनेपदी भवितुमर्हति कुत्रचित् भवति तथा अत्र आत्मनेपदीरूपमस्ति. हा यथा श्रुधातुः शृणोति परस्मैपदीधातुः शृणोति किन्तु तस्य श्रोतुम् इच्छति इति शुश्रूषते इति आत्मनेपदी शुश्रूष इति तत्र धातुः अस्ति शुश्रूषते इति आत्मनिपदी भवति यद्यपि मूलधातुः अस्ति परस्मैपदिधातुः तथा अस्ति. धन्यवादः. पश्यति द्रष्टुमिच्छति पश्यति द्रष्टुमिच्छति किन्तु दिदृक्ष्यते इदानीं तत्र दातुमिच्छति दातुं तत्र उभयपदिधातुः अस्ति ददाति दत्ते दातुमिच्छति इति दित्सति परस्मैपदधातुः अस्ति अतः एवमेव भवति. अग्रे किमपि आसीत् वा स्पष्टं अस्तु हा अस्तु अवश्यम् अग्रे गच्छेम तर्हि अग्रे अन्य कोऽपि श्रीनिवासमहोदय अग्रे द्वितीयं वाक्यं श्रीकृष्णा कुत्रापि न दृश्यमाना अस्ति इति ज्ञात्वा सः स्वयं तस्य अन्वेषणम् आरभमानः निकुञ्जेषु प्रविष्टः आरभमानः नारद श्रीकृष्णं परन्तु पुनः वाक्यं वदतु, नारदः किं नारद श्रीकृष्णं दिदृक्षमाना अस्ति परन्तु कुत्रापि न दृष्टवान् श्रीकृष्णं न दृष्टवान्. सत्यम्. अत्र द्रक्ष्यमाना अजन्तरूपम् अस्ति महोदय. कुत्र अस्ति भवान् दिदृक्षमान? नाम प्रथमे वाक्ये वा दिदृक्षमाना तस्य प्रसङ्गे वदति वा? न न, द्वितीयवाक्यं श्रीकृष्णः कुत्रापि न दृश्यमाना इति ज्ञात्वा सः स्वयं तस्य अन्वेषणम् आरब्धमाना निकुञ्जेषु प्रविष्टः. श्रीकृष्ण न दृश्यते कुत्रापि. हा, सम्यक् सम्यक्, समीचीनमस्ति. अत्र वैशिष्ट्यमस्ति, अत्र वैशिष्ट्यमस्ति. कीदृशं वैशिष्ट्यमस्ति इति भवानेव तत्र सङ्केतं दत्तवान्. अत्र दृश्यमानः इति कीदृशं रूपमस्ति? दृश्यमानजन्तरूपमस्ति. हा, शानजन्तरूपम् इति तु अस्ति, शानजन्तरूपम् इति तु अस्ति. ततः अग्रे किञ्चित् इतोपि वक्तव्यमस्ति. नाम यथा शयानः, यतमानः, अलभमानः, व्यतमानः, प्रातयमानः, तथैव दृश्यमानः इति वा? तत्र नकारः भवति. न, दिदृक्ष्यमाण तत्र नकारः अस्ति खलु. तस्य स्वीकृत्य न वदामि, तत्र इतोपि वक्तव्यमस्ति किञ्चित्. अत्र लक्ष्मीभगिनी साहाय्यं करोति वा? अत्र वैशिष्ट्यं किम् अस्ति? अत्र दृश्यते, लट्लकाररूपं दृश्यते महोदय. दृश्यते दृष्धातुः कर्तरि प्रयोगे पश्यति भवति, कर्मणि प्रयोगे दृश्यते भवति वा? हा, अतः बहु समीचीनमस्ति चिन्तनं. तदाधारेण किं वक्तव्यमस्ति अत्र? दृश्यते, दृश्यते शब्दस्य शानचन्द्रुपं दृश्यमाणः, तत्र रेफः अस्ति, तदर्थं णत्वं भवति. हा, दृश्यते इति सिजुषमाणः इति तु तदाधारेण किं वक्तव्यमस्ति? वैशिष्ट्यमस्ति किम् अत्र? शयानः, यतमानः, अलभमानः, व्यतमानः, प्रातयमानः, अत्र दृश्यमाणः तत्र तेभ्यः भिन्नः वा? मुगागमः आगच्छति. किमर्थं चेत् यतमाना तत्र, व्यतमाना तत्र, प्रतीयमानसु सर्वत्र मुगागमः अस्ति. सुब्रह्मण्यं महोदय किञ्चित् सहायं करोतु. अहं वदामि. अस्तु, पुष्पा भगिनी वदतु. यकारः आयाति, दृश्यते यकारः अस्ति. सत्यं नकारः अस्ति. यकारः, यकारः किमर्थम् आगतः? दृश्यते, दृश्यते. हा, तदर्थं किं वक्तव्यमस्ति? सुब्रह्मण्यं किञ्चित् सहायं करोतु कृपया. अत्र यथा लक्ष्मीभगिनी उक्तवती महोदय, तत्तु कर्मणि प्रयोगे अस्ति. दृश्यते नारदेन श्रीकृष्णः न दृश्यते, अतः अत्र नारदेन श्रीकृष्णः न दृश्यमाणः अत्र कर्मणि प्रयोगे अस्ति महोदय. कर्मणि प्रयोगे अत्र यद्यपि दृश्यते इति परस्मैपदी अस्ति, दृश् अत्र परस्मैपदी अस्ति, कर्मणि प्रयोगे दृश्यते तस्य शानजन्तरूपं भवति इति मन्ये महोदय अत्र. हा अत्र शयानः यतमानः अलभमानः व्यतमानः इति तत्र सर्वत्र कर्तरि शानच् इति वदामः कर्तरि शानच् अत्र कर्मणि शानच् अस्ति किन्तु दृश्यमानः इति कर्मणि शानच् इति रूपमस्ति कर्मणि शानच् इति वक्तव्यमस्ति अत्र यत्र कुत्रापि नाम शत्रुप्रत्ययः नित्यं कर्तृकः शत्रुप्रत्ययः किन्तु शानच् कर्तरि अपि भवति कर्मणि अपि भवति अतः लिखति बालकः पुस्तकं लिखति पत्रं लिखति अत्र परस्मै नित्यं लिखदातुः परस्मैपदिदातुः अस्ति लिखति किन्तु तस्य कर्मणि प्रयोगः किं भवति लिख्यमान पुस्तकं लिख्यमानम् अस्ति तत्र पुस्तकस्य विशेषणं भवति लिखन् इति बालकः लिखन् अस्ति पुस्तकं लिखन् गच्छति किन्तु यत्र कर्मणि शानच् भवति तत्र कर्मपदस्य विशेषणं भवति पुस्तकं लिख्यमानम् अस्ति पाठः पाठ्यमानः अस्ति तत्र पाठयति तत्र कार्यं क्रियमाणम् अस्ति यत्र कुत्रापि तत्र कर्मणि प्रयोगः भवति तस्य शानच् भवति सम्भवति एव अत्र तथा पश्यति दृश्धातुः दृश्यते दृश्यमानः अत्र कर्मपदस्य विशेषणमस्ति श्रीकृष्णः इति कर्मपदमस्ति कर्तृपदं किं श्रीनिवासमहोदय वाक्ये नाम वाक्यं वदतु तत् कथमस्ति नारदः श्रीकृष्णः कुत्रापि न दृश्यमानः अस्ति इति नताशा भगिनी सहायं करोतु सः महोदय नारदेन श्रीकृष्णः कुत्रापि न दृश्यमानः सम्यक् यतो हि तत्र त्रीणि एकम् अस्ति त्रीणि एकमेकं खलु श्रीनिवासमहोदय भवानेव वदतु नारदेन श्रीकृष्णः कुत्रापि न दृश्यमानः अस्ति इति ज्ञात्वा सः स्वयं तस्य अन्वेषणम् आरभमाना विकुञ्जेषु प्रविष्टः नाम यथा भवति स्म लट्लकारे तत्र नारदेन श्रीकृष्णः कुत्रापि न दृश्यते इति यथा भवति स्म तथैव अत्रापि नारदेन कृष्णः कुत्रापि न दृश्यमानः इति अस्ति अस्तु महोदय अग्रे न दृश्यमानः अस्ति इति ज्ञात्वा सः स्वयं तस्य अन्वेषणम् आरभमानः निकुञ्जेषु प्रविष्टः सः स्वयम् अन्वेषणम् आरभते आरब्धवान् इति कृत्वा आरभमानः इति कस्य विशेषणम् आरभमानः नारदस्य विशेषणं तत्र नारदः आरभमानः अन्वेषणम् आरभमानः निकुञ्जेषु प्रविष्टः इति अस्ति सत्यं बहु समीचीनमस्ति नताशा भगिनी अग्रे आम् सुन्दरैः वृक्षलतासरद्गिरिभिः शोभामानेषु अपि वृन्दावननिकुञ्जेषु सः मोदमानः नाभवत् सुन्दरैः वृक्षलतासरद्गिरिभिः शोभामानेषु विशेषणम् अस्ति वृन्दावननिकुञ्जेषु शब्दस्य विशेषणम् सुन्दरैः महोदय मोदमानः अर्थं न जानामि मोदते इति जानाति वा? मोदते प्रमोदः? आम् आम् आं महोदय. मोदते मोदते एतादृश अर्थः अस्ति प्रमोदः, प्रमोदार्थे. अवृक्षलता सरद्गिरिभिः तृतीया विभक्ति, तृतीया बहु बहुवचनं सुन्दरैः. नारदः शोभामानेषु वृन्दावननिकुञ्जेषु अस्ति, किन्तु अत्र अत्र कश्चन दोषः अस्ति इति मम भाति, न जाने अत्र कश्चन दोषः इति भाति अत्र मम. सञ्जीव महोदय, तत्र भवतः किं चिन्तनमस्ति? तत्र शोभामानेषु इति कथम् स्यात्? अत्र शोभते इति अस्मात् दोषः अस्ति शोभमाने. हा, अत्र दोषः इति भाति मम. अत्र धातुः अस्ति शुभ, शोभते इति भवति लट्, शोभते शोभेते शोभन्ते. तत्र आकारस्य न किमपि कार्यमस्ति इति भाति मम अत्र. सत्यं, शोभमानः. अस्तु भगिनि, तदाधारेण वदतु कृपया. महोदय, कर्मणि अहं चिन्तयामि वृक्षलता सरद्गिरिभिः तृतीय बहुवचनं हा, अत्र अत्र कस्मिन् अर्थे इति प्रश्नः वा? आम्. अत्र सुन्दरैः वृक्षलता सरिद्गिरिभिः अत्र शोभते. शोभते तत्र शोभते शोभते किं शोभते? वृक्षलता सरद्गिरिभिः. किं शोभते? वन निकुञ्ज. न, अत्र अत्र अत्र अत्र तृतीय अत्र प्रश्नः अस्ति यत् तृतीयविभक्तिः कुत्र अन्वेति. अत्र अन्वेति अन्वेति इति मोदमानः नाभवत्. इत्युक्ते वृक्षलता सरद्गिरिकारणेन मोदमाना न अभवत्. हा, नाम सुन्दरी नाम वृक्षलता सरिद् गिरयः इति सुन्दराः तत्र सन्ति चेदपि आसन् इति चेदपि तथा सत्यपि सः न मोदति स्म इति अर्थः. नाम कारणतृतीयः अस्ति किन्तु तत् कार्यं न जातं, नाम सः न मोदति स्म इति अर्थः. तर्हि भवती वदतु स्वस्य स्वस्यैः शब्दैः. आं महोदय, नारदः सुन्दरवृक्षलता सरित् गिरयः कारणेन अपि न प्रसन्नः न मोदमानः न अभवत्. हा, अपि च शोभमानेषु वृन्दावननिकुञ्जेषु नारदः शोभमाने वृन्दावननिकुञ्जेषु अस्ति, तत्र सुन्दरः वृक्षलता सरित् गिरयः अपि अस्ति, किन्तु तस्य कारणेन अपि नारद प्रसन्नः अथवा मोदमानः न अभवत्. सत्यं. किमर्थम्? किमर्थं न मोदमानः? श्रीकृष्णः नारदः श्रीकृष्णः न दृश्यते, न पश्यति. तस्य कारणेन कथमस्ति? न पश्यति. न पश्यति इति कारणतः तत्र चिन्ताग्रस्तः खलु. आम्, अस्तु, समीचीनमस्ति. पद्माभगिनी अग्रे. हा महोदय, अन्ते कुत्रचित् निकुञ्जे खिद्यमानं कृष्णम् अपश्यत्. नारदः अन्ते कृष्णं पश्यवान्, परन्तु कृष्णः दृष्टवान्, कृष्णः खिद्यमानं व्याकुलतया अस्ति. कः? निकुञ्जे. कः व्याकुलतया भवति? कृष्णः व्याकुलतया कदाचित् निकुञ्जे अस्ति. हा हा हा, सत्यं. खिद्यते, खिद्यमानम्. अस्तु, समीचीनमस्ति. अग्रे गच्छेम. इदानीम् अभिनवमहोदय अग्रे, कृपया. झटिति नारदः कम्पमानः तस्य समीपम् अगच्छत्. झटिति, वाक्यद्वयं पठतु कृपया. कृष्णः ज्वरेण वेपमानः, शिरोवेदनया पीड्यमानः च आसीत्. अर्थः झटिति? झटिति इत्युक्ते त्वरितं. सत्यं, हा, शीघ्रमेव. शीघ्रमेव. नारदः अकस्मात् इति. अकस्मात्. कम्पमानः कृष्णस्य समीपम् अगच्छत्. नारदः कम्पमानः इति नारदस्य विशेषणं. नारदः अकम्पत्, कृष्णस्य समीपम् अगच्छत्. अकम्पत् इति रूपं न भवति, तत्र कम्पते इति आत्मनेपदे अस्ति. लङ् इति वक्तुमिच्छति चेत् कथमस्ति? न जानामि महोदय. सुब्रह्मण्य महोदय तत्र साहाय्यं करोतु. सत्यं. तर्हि अग्रिमवाक्यं. कृष्णः ज्वरेण वेपमानः. वेपमानः इत्युक्ते वेपते इत्युक्ते कम्पते. कम्पते. कृष्णः ज्वरेण वेपमानः, शिरोवेदनया पीड्यमानः च आसीत्. नाम अत्र कृष्णं ज्वरः आसीत् अथवा नारदम् आसीत् अहं न अवगच्छामि. एतत् सर्वं भवान् पठितवान् तावता, तर्हि कथां दृष्ट्वा अनुमानं करोतु. कृष्णम् आसीत् इति अवगच्छामि. कस्य स्वास्थ्यं सम्यक् नास्ति अत्र? नाम ज्वरेण ज्वरेण नारदस्य ज्वरः किमर्थं स्यात्? स्वास्थ्यम् अस्तु ज्वरेण. तर्हि वदतु अर्थः. ज्वरेण कृष्णस्य शिरोवेदना आसीत्, अपि च सः वेपमानः आसीत्, पीड्यमानः अपि आसीत्. हा, अत्र कृष्णस्य विशेषद्वयमस्ति, वेपमानः पीड्यमानः. अत्र चुरादिगणे पीडयति पीड्यते उभयपदिधातुः अस्ति. तस्य इदानीं पीड्यमानः इति अत्र वस्तुतः कर्मणि शानच् अस्ति. अत्र ज्वरेण वेपमानः इति कर्तरिशानच्, किन्तु अत्र पश्यन्तु शिरोवेदनया, अत्र शिरोवेदना इत्यस्य तत्र का विभक्तिः अस्ति महोदय? तृतीयविभक्ति. अतः त्रीणि एकमस्ति अत्र, त्रीणि एकमेव तत्र कर्मणि शानच्, शिरोवेदनया पीड्यमानः अत्र कृष्णः. तत्र पीड्यमानः कर्मणि शानच्, वेपमानः कर्तरि शानच्. अस्तु, समीचीनम्. कर्तृप्रयोगे पीड्यमानः भवति कर्तृप्रयोगे अभिनवमेव वदति. आं महोदय. हा, अत्र रूपं समानमस्ति किन्तु. आम्, रूपम् अत्र सर्वदा कर्तरि कर्मणि शानच् तत्र रूपं समानं भवति इति नास्ति, किन्तु अत्र यकारः चुरादिगणे अस्ति. चुरादिगणे अस्ति नाम तत्र प्रक्षालयति चोरयति, तत्र सर्वत्र चुरादिगणे यकारः अस्ति. तदर्थं यथा दिवादिगणे अपि तथा यकारः कर्तरि अपि अस्ति, नृत्यति नृत्यति. तर्हि यत्र आसनिपदिधातुः भवति दिवादिगणे, तत्र कर्तृप्रयोगे कर्मणि प्रयोगे च रूपं समानम् अस्ति चुरादिगणे अपि तथा. तर्हि पीड्यमानः नाम तत्र किन्तु तस्य कार्यं विद्यते तदानीं वाक्ये. सञ्जीवमहोदय, तत्र पीड्यमानः इति कर्तृर्थे अस्ति चेत् उदाहरणं ददातु एकं वाक्यं. महोदय, कर्तरि शनच् पीडयमानः भवति न प्रार्थयमानः. हा हा, सत्यं सत्यं भवान् वदति, सत्यमस्ति. एकनिमेषः, तत्र पीडयति पीड्य, हा सत्यं, मम दोषः अस्ति, तत्र रूपमपि समानं नास्ति. हा, पीडयमान तत्र क्षम्यतां, तत्र सत्यमेव महोदय, पीडयमानः इति भविष्यति रूपं. तत्र वाक्यमेकं वदतु. आरक्षकः चोरं पीडयमानः गच्छति. हा, सत्यं, बहु समीचीनमस्ति, सुन्दरं वाक्यम्. अत्र पश्यन्तु पीडयति पीड्यते, तत्र अस्माकं चिन्तनं साधारणचिन्तनमस्ति, पीड्यते तत्र बहुवचने पीडयन्ति पीडयन्ते, तर्हि ते ते इति निष्कास्य पीडय मान एकवचने पीडयते इति अतिरि लघु अकारः अस्ति कृत्वा मुगागमः भवति इति कृत्वा कर्तृ शानच् रूपं तथा भवति पीडयमान कर्मणि कर्मणि तत्र पीड्य पीड्यमान तत्र भवति. अस्तु समीचीनमस्ति, अग्रे सहदेव महोदय अग्रे. महोदय कारणम् एकनिमेषं महोदय, भगिनी प्रश्नः अस्ति वा? आं महोदय, अत्र श्रीकृष्णः वेपमानः परन्तु नारदः कम्पमानः, नारदः कम्पमानः किमर्थम्? कम्पमानः कुत्र कुत्र नाम प्रथमे वाक्ये? आं महोदय, नारदः कम्पमानः. हा तथा अस्ति, नताशा भगिनी वदतु कम्पमानः किमर्थम् अस्ति नारदः? कम्पमान कम्पति अथवा भयवशः नारदः कृष्णस्य समीपं. हा भयवशात् तादृशमस्ति खलु, लक्ष्मीभगिनी तथा भवति खलु. कम्पमान अत्र अत्र स्वास्थ्यं सम्यक् नास्ति इति कृत्वा कम्पमानः इति नास्ति अत्र. नारदः कम्पमानः तत्र हृदये हृदये कम्पमानः अस्ति तादृशम्. अस्तु तदेव महोदय. कारणं जिज्ञासमानः नारदः कृष्णम् अपृच्छत्. जिज्ञासमानः अत्र अत्र पुनः सनन्तरूपमस्ति, किञ्चित् कठिनमस्ति सर्वेषां कृते, नूतनं रूपमस्ति. अत्र ज्ञातुमिच्छति इत्यस्मिन् अर्थे जिज्ञासते. अत्र ज्ञाधातुः उभयपदीधातुः अस्ति, जानाति जानीते, किन्तु तत् सनन्तरूपं भवति जिज्ञासते. जिज्ञासते इति कृत्वा जिज्ञासमानः, ज्ञातुमिच्छति महोदय इति अर्थः. कारणं ज्ञातुम् इच्छन् नारदः कृष्णम् अपृच्छत्. हा किस् कस्य कारणम्? कस्य विशेषणं नारदः? जिज्ञासमानः अस्ति वा? हा सत्यं, विशेषणं नारदः इति अस्ति. हा नारदः कृष्णम् अपृच्छत् कारणं, कारणमिति जानाति वा? कारणं कस्य कारणं? कस्य कारणं? कृष्णः दर्शनं न प्राप्नुवन्ति. अत्र कृष्णः ज्वरेण वेपमानः शिरोवेदनया पीड्यमानः आसीत्, तस्य कारणं जिज्ञासमानः. शिरोवेदना. नाम पीड्यमानः वेपमानः किमर्थमस्ति दृष्ट्वा, तथा नाम दुर् तत्र दुर्गतिं दृष्ट्वा तस्य जिज्ञासा उत्पन्ना भवति यत् किमर्थं तथा. अस्तु पुष्पा भगिनी अग्रे. अग्रे भगिनी अस्ति? ओ अस्मि अस्मि. ओ वेदनां अस्मानं कृष्णः हाहाकारं कुर्वाणम् एव उत्तरं दत्तवान्. पुनः पठतु सम्यक्तया. वेदनाम् असहमानः कृष्णः हाहाकारं कुर्वाणः एव उत्तरं दत्तवान्. तत् श्रुत्वा नारदः स्वप्रभावेण धन्वन्तरीम् अश्विनौ च तत्र समाहूतवान्. अस्तु तावत् तावत्. कृष्णस्य वेदनं सहनं न कर्तुं न शक्नोति. तत्तु हाहाकारं करोति. कृष्णः. हा सत्यं. वेदनां न सहते इति कृत्वा वेदनाम् असहमानः कृष्णः अहाकारं कुर्वाणः. अग्रे किमस्ति? अग्रे तत् श्रुत्वा नारदः स्वप्रभावेण धन्वन्तरीम् अश्विन् च तत्र समूहतवान् आहूतवान् अत्र धन्वन्तरी तत्तु देवताः वैद्यः सत्यं वैद्यः अस्ति. वैद्यः अश्विन् अश्विन् अस्मिन् सन्दर्भे सुब्रह्मण्यमहोदय किञ्चित् वदतु. अश्विनौ तत्तु द्वे अस्ति न धन्वन्तरीम् अश्विनौ अश्विनौ अश्विन् इत्युक्ते महोदय यः अश्वम् उपरि अश्व उपरि चलति सामान्य अर्थः अस्ति. अश्वः यस्य उपरि चलति सः अश्विन् अस्ति. अश्विन् अश्विनौ अश्विनः इति तु सत्यम्. अश्विन् इति तत्र अश्वी अश्विनौ अश्विनः इति सामान्य अर्थः. किन्तु अत्र तेषाम् उपचारेणापि कृष्णस्य शिरोवेदना वर्धमाना एव अभवत्. तर्हि अश्विनौ इत्येषां लक्ष्मी भगिनी वदतु. देवचिकित्सकः नाम धन्वन्तरी तथा खलु. अश्विनीदेवोपि अश्विनी देवद्वयं तत् युगलम् अस्ति. तेपि वैद्यः एव. तत्र नाम विशिष्टनाम अस्ति वा? अश्विनीदेवता. अश्विनीदेवता इति अत्र अश्विनी इति न अत्र अश्विनौ अस्ति खलु. युगलम् अस्ति द्वयं सर्वदा युगलमेव सर्वदा युगलमस्ति. नाम अश्विनी भ्रातरौ जनद्वयं वा? भ्रातरौ सर्वदा भ्रातरौ एव. तत् नकुलसहदेवस्य पितरौ अपि पाण्डव सूर्यस्य पुत्रौ महोदय पदकोशे सूर्यस्य पुत्रौ भ्रातरौ तेपि वैद्याः वैद्याः एव अत्र पदकोशे दत्तमस्ति महोदय, चिकित्सां कुर्वतः. तर्हि धन्वन्तरी इति जनविशेषः यः देवानां वैद्यः खलु? धन्वन्तरी तु मुख्यवैद्यः अस्ति, अश्विनौ अपि वैद्यौ एव. अश्विनौ इति द्वौ जनौ अस्तु. सूर्यस्य पुत्रौ इति दत्तमस्ति महोदय. अस्तु, समीचीनमस्ति, तथा भवतु. अग्रे गच्छेम तर्हि. शुभा भगिनी, अत्र पदकोशे अस्ति महोदय, बूढोङ्को जवान् बना देते थे. अस्तु, बहुत ही अच्छा, तथा अग्रे गच्छेम. अस्तु, बूढोङ्को जवान् बना देते थे. अस्तु, अस्तु, शुभा भगिनी अग्रे. भगिनी अस्ति, शुभा भगिनी अस्ति वा? अस्तु, लक्ष्मी भगिनी कृपया. हरि ओम्. तत् श्रुत्वा नारदः प्रभावेण धन्वन्तरीं समाहूतवान्. तेषामपि कृष्णस्य शिरोवेदना वर्धमाना एव अभवत्. धन्वन्तर्यादयः लज्जमानाः ततः निर्गताः. तेषाम् उपचारेण अपि, तेषाम् इत्युक्ते धन्वन्तरी अश्विनौ देवतौ च उपचारेण सेवनेन अपि कृष्णस्य शिरोवेदना वर्धमाना एव अभवत् इत्युक्ते अधिकं जातम्. धन्वन्तर्यादयः, धन्वन्तरी आदिभिः, आदयः आदिशब्दस्य बहुवचनरूपम् आदयः. धन्वन्तर्यादयः लज्जमानाः अभवन्. अनन्तरं ते सर्वे ततः निर्गताः. ततः लज्जमानः किमर्थं चेत् धन्वन्तरी च अश्विनौ अपि कृष्णस्य शिरोवेदना शिरोवेदनानिवारणाय किञ्चित् वैद्यं कृतवन्तः. परन्तु शिरोवेदना वर्धमाना एव अभवत्, अधिकं जातं. ते लज्जिताः भवन्तः. तदर्थं समीचीनं, बहु सम्यक् अस्ति. अग्रे नरेशमहोदय अग्रे. एतदन्तरे अन्तरिक्षात् भक्तानां चरलधूलिः एव भगवतः शिरोबाधायाः स्मर्यमानम् औषधम् इति अशरीरवाक् श्रुता. अत्र दोषः प्रायः अस्ति, चरणधूलिः इति मन्ये, चरणान् तदपुरान्त अन्तरिक्षरात् भक्तानां भक्तस्य चरणधूलि एव भगवतः शिरोबाधायाः स्मर्यमाणम् औषधम् इति अशरीरवाक् श्रुता. औषधं भक्तानां चरणधूलि शिरोबाधाय स्मर्यनाम स्मर्यमानम् स्मर्यमानं स्मर्यते शान्तप्रत्ययं स्मरति स्मरति स्मर्यते कर्मणि स्मरति स्मर्यते स्मर्यमाण अत्र चरणधूलिः एव औषधमस्ति खलु औषधं चरणधूलिः एव औषधमस्ति. स्मर्यमाणं नाम स्मर्तव्यमिति अर्थः स्मर्तव्यं यत् औषधमिदम् इति भाति इति शरीरवाक् श्रुता. अशरीरवाक् नाम जानामि भवान् तु जानाति इति सर्वम् अस्तु किं श्रीनिवासमहोदय सायं करोति वा अशरीरवाक् इत्युक्ते आकाशवाणी महोदय हा सत्यं यत्र ध्वनिः वाक् नाम सन्देशः आयाति किन्तु तत्र न कोऽपि शरी न कस्यचिदपि शरीरमस्ति यस्मात् अयं सन्देशः आगतः केवलम् आकाशात् इति कृत्वा वाक् अशरीरवाक् अस्ति. स्पष्टमस्ति वा खलु अस्ति श्रीनिवासमहोदय परं व्यतमानः नारदः तस्याम् आकाशवाण्यां श्रद्धानः नाभवत् श्रद्धधानः अवगच्छति वा नारदः व्यतमाना तस्य तत्र अजन्तं स्थानजन्तरूपमस्ति नारदस्य विशेषणं श्रद्धाधाना इत्युक्ते न जानामि महोदय. अस्तु अत्र सन्दीपमहोदय सहायं करोति वा श्रद्धाधानः लक्ष्यं न दत्तवान् विश्वासं श्रद्धा अत्र श्रद्धा श्रत् योगः तत्र धाति दातु अस्ति दधाति अथवा धत्ते तत्र उभयपदी दातु अस्ति यथा ददाति दत्ते बालकः ददाति बालकः दत्ते तथैव बालकः दधाति बालकः धत्ते धत्ते धत्ते इत्यस्य धानः अतिशानजन्तरूपम् अस्ति धानः धानः अनन्तरं श्रद्धा इत्यस्मात् श्रद्धा इत्यस्मात् श्रत् इति अस्ति श्रत् श्रत् इत्युक्ते विश्वासः श्रत् श्रत् योगः दधान श्रद्दधान नाम सन्धिः अस्ति श्रत् योगः दधान श्रद्दधान इत्युक्ते विश्वासः अस्ति इति इति अर्थः अस्ति, इति अत्र नास्ति, शुद्धधानः न अभवत्। अस्तु, समीचीनमस्ति। तर्हि सुब्रह्मण्यं महोदय, तत्र आहत्य अस्य वाक्यस्य अतः कः अनन्तरं समापयामः? तथैव वाक्यं महोदय, परं व्यथमानः नारदः, परं व्यथमानः नारदः तस्याम् आकाशवाण्यां श्रद्धधानः न अभवत्। इत्युक्ते अत्र यत्किमपि आकाशवाण्यां सन्देशम् आगच्छति तस्मिन् विषये नारदः किमपि सन्देशः आगच्छति तस्मिन् सन्देशे नारदः श्रद्धा न ददाति, किमर्थं चेत् सः व्यथमानः आसीत् तस्मिन् समये। किमर्थं व्यथमानः इत्युक्ते अत्र चिन्ताग्रस्तः अभवत्, किमर्थम् अत्र कृष्णः ज्वरेण पीडितः, अतः धन्वन्तरी आगत्य, अश्विनौ च आगत्य वैद्यं कृतवन्तः, परन्तु शिरोवेदना ज्वरं निवारणं न अभवत्, तत्कारणात् सः व्यथमानः आसीत्। अतः तस्य मनसि आकाशवाण्याः यः सन्देशः आगतः तस्मिन् तस्य श्रद्धा नास्ति तस्मिन् समये। अन्यत् प्रमुखकार्यमपि कारणमपि भवितुमर्हति प्रायः, यत् भक्तानां चरणधूलिः इति कथं वा शुद्धं भवेत्, नाम तत्र सम्यक् नास्ति खलु चरणधूलिः इति अपि सम्यक् नास्ति इति अपि तेषां मनसि अस्ति, किन्तु समीचीनमस्ति। हा अस्तु, बहु समीचीनमस्ति, इदानीं समयः जातः, तर्हि कथायाम् अग्रे सरेम अग्रिमे सप्ताहे। धन्यवादः सर्वेषां, नमस्कारः, धन्यवादः, धन्यवादः।